पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 72 पिप्पल उवाच मादलेश्च वच श्रुत्वा सराजा नहुषात्मजः किं चकारमहाप्राज्ञस्तन्मे विस्तरदो वद सर्वपुण्यमयी पुण्या कथेयं पापनाशिनी श्रोतुमिच्छाम्यहं प्राज्ञ नैव तृप्यामि सर्वदा सुकर्मोवाच सर्वधर्मभृदां श्रेष्ठो ययादिर्नृपसत्तमः तमु वाजागदं दूदं मादलिं शक्रसारथिं ययादिरुवाच शरीरं नैव त्यक्ष्यामि गमिष्येन दिवं पुनः शरीरेण विना दूद पार्थिवेन न संशयः यद्यप्येवं महादोषा कायस्यैव प्रकीर्तिदाः पूर्वं चापि समाख्यातं त्वया सर्वं गुणागुणं नाहं त्यक्ष्ये शरीरं वै नागमिष्ये दिवं पुनः इत्याचक्ष्व इतो गत्वा देवदेवं पुरन्दरम् एकाकिना हि जीवेन कायेनापि महामदे नैव सिद्धिं प्रयात्येवं सांसारिकमिह्यैव हि नैव प्राणं विना कायो जीवकायं विना नहि उभयोश्चापि मित्रत्वं न इष्ये नाशमिन्द्रनः यस्य प्रसादभावाद्वै सुखमश्नादिकेवलं शरीरस्याप्ययं प्राणो भोगानन्यान् मनोनुगान् एवं ज्ञात्वा स्वर्गभोग्यं न भोज्यं देवदूतक सम्भवन्ति महादुष्टा व्याधयो दुःखदायकाः मादले किल्बिषा चैव जरा दोषात् प्रजायते पश्य मे पुण्यसंयुक्तं कायं षोडशवार्षिकं जन्मप्रभृति मे कायशदार्थाब्धं प्रयाति च तथापि नूतनो भावः कायस्यापि प्रजायते मम कालो गतो दूत अब्धा प्रणन्त्यमनुत्तमं यथा षोडशवर्षस्य कायपुंसः प्रशोभते तथा मे शोभदे देहो बलवीर्यसमन्वितः नैव ग्लानिर्न मे हानिर्न श्रमो व्याधयो जरा मादले मम कायेऽपि धर्मोत्साहेन वर्धते सर्वामृतमयं दिव्यमौषधं परमौषधं पापव्याधिप्रणाशार्थं धर्माख्यं हि कृतं पुरा तेन मे शोधितकायो गदोषस्तु जायते ऋषिकेशस्य सन्धान्यं नामोच्चारणमुत्तमम् यदद्रसायनं दूतनित्यमेवं करोम्यहं तेन मे व्याधयो दोषा पापाद्या प्रलयं गदाः विद्यमाने हि संसारे कृष्णनाम्नि महौषधे मानवामरणं यान्ति पापव्याधिप्रपीडिताः न पिबन्धिमहामूढा कृष्णनाम रसायनम् तेन ध्यानेन ज्ञानेन पूजाभावेन मातले सत्येन दानपुण्येन मम कायो निरामयः पापर्धेरा मया पीडा प्रभवन्ति शरीरिणः पीडाभ्यो जायते मृत्युः प्राणिनां नात्र संशयः तस्माद्धर्मप्रकर्तव्यपुण्य सत्याश्रयैर्नरैः पञ्चभूतात्मककायशिरा सन्धिविवर्जरः एवं सन्धीकृतो मर्त्यो हेमकारीव टङ्कणैः तत्र भाति महानग्निर्धातुरेव चरसदा शतखण्डमये विप्र यः संधत्ते स बुद्धिमान् हरेर्नाम्ना च दिव्येन सौभाग्येनापि पिप्पल पञ्चात्मका हि ये खण्डाशतसन्धिविजर्जराः तेन संधारिता सर्वे कायो धातु समो भवेद् हरे पूजोपचारेण ध्यानेन नियमेन च सत्यभावेन दानेन नूत्नकायो विजायते दोषा नश्यन्ति कायस्य व्याधय शृणुमादले बाह्याभ्यन्तरशौचं हि दुर्गन्धिर्नैव जायते शुचिस्ततो भवेत्सूर्त प्रसादात्तस्य च कृणः नाहं स्वर्गं गमिष्यामि स्वर्गमत्र करोम्यहं तपसा चैव भावेन स्वधर्मेण महीतलं स्वर्गरूपं करिष्यामि प्रसादात्तस्य चक्रिणः एवं ज्ञात्वा प्रयाहित्वं कथयस्व पुरन्दरं सुकर्मोवाच समाकर्ण्य तदस्सूदो नृपदे परिभाषितम् आशीर्भिरभिनन्द्याथ आमन्त्र्य नृपतिं गदः सर्वं निवेदयामास इन्द्राय च महात्मने समाकर्ण्य सहस्राक्षो ययातेस्तु महात्मनः तस्याध चिन्तयामास नयनार्थं दिवं प्रति इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने माता पितृतीर्थवर्णने ययादिचरिते द्विसप्ततितमोऽध्यायः ॐ